गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरं गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र विभागः विभागः इति विषये वयं तत्र दक्षिणवाक्यं पठितवन्तः कोऽपि स्मरयति वा तत्र विभागः विभागस्य दक्षिणवाक्यं किम् विभागः किं करोति संयोगनाशकः गुणः विभागः इति समीचीनं सः सर्वद्रव्यवृत्तिः इति अपि भवति विभागः सर्वेषु द्रव्येषु वर्तते उत्तमं धन्यवादः भगिनी अतः तत्र विभागः संयोगं नाशयति नाम घटपटादौ तत्र संयोगः वर्तते संयोगः नश्यति कारणं किम् इत्युक्ते तत्र विभागः इति तत्र नैयायिकाः उच्यन्ते किन्तु तत्र आक्षेपणम् आसीत् नाम तत्र संयोगनाशः एव विभागः भवेत् खलु इति नाम तत्र संयोगनाशः एव विभागः इति नाम यदा संयोगः नश्यति तदेव विभागः खलु इति नाम तादृशं किमर्थं न भवति इति तत्र प्रश्नः अस्ति अतः तत्र संयोगनाशः अपि विभागः तयोः मध्ये तत्र भेदः कः नाम वैलक्षण्यं वर्तते न वा विभागः अतिरिक्तः वा नाम संयोगनाशः नास्ति किन्तु अन्यः अस्ति इति कथं साधयामः इति इदानीम् अस्माकं कार्यम् अतः तत्र नाशः संयोगनाशः नाशः नाम कीदृश अभावः नाशः इत्युक्ते प्रध्वंस अभावः भवति प्रध्वंस अभावः इति नाशः नाम किमपि घटः अस्ति इदानीं घटः नश्यति अतः तत्र घटस्य प्रध्वंस अभावः अस्ति इति वदामः वयम् अतः इदानीं तत्र नाशः इति विषये तत्र द्रव्यस्य नाशः एतत् सर्वं तत्र कथं भवति अपि नाशस्य कारणं किम् भवेत् इति अपि तत्र द्रष्टव्यम् इति अस्ति अतः तत्र वयम् अग्रे तत्र गच्छामः तर्हि तत्र एकः तत्र अंशः आसीत् गतवर्गे नाम तत्र विभागः भावपदार्थः इति स्वीकुर्मश्चेत् नाम तत्र नाश संयोगनाशः नास्ति इति स्वीकुर्मश्चेदपि तत्र विभागः कथं संयोगनाशस्य कारणं भवति इति तत्र संशयः अस्ति तत्र कः संशयः नाम तत्र विभागः अपि संयोगनाशः तयोर्मध्ये तत्र किमर्थं विभागः संयोगनाशं प्रति कारणं न भवितुम् अर्हति कोऽपि स्मरति वा विभागः संयोगनाशः भवति खलु महोदय विभागः एव संयोगनाशं जनयति खलु इति तत्र सिद्धान्तिनः मतं किन्तु तत्र लौकिकरीत्या चिन्तयामश्चेत् तत्र किं भवति तत्र विभागः अपि संयोगनाशः तत्र कथं दृश्यते नाम तत्र यदा वयं पश्यामः घटपटयोः तत्र विभागः भवति संयोगनाशः अपि भवति समानकाले भवति इति दृश्यते खलु तर्हि विभागः अपि संयोगनाशः समकालीनौ इति अस्ति चेत् तत्र कथं वा एकम् अन्यं प्रति कारणं यतोहि तत्र कार्यकारणभावः नास्ति तत्र इति यतोहि तत्र कारणं पूर्वम् एकक्षणं न्यूनातिन्यूनम् एकक्षणं पूर्वं भवेत् खलु अतः तत्र तदपि सः अपि संशयः अस्ति नाम तत्र विभागः एव संयोगनाशः इति चिन्तयामः यतोहि तत्र किमर्थम् अन्यः पदार्थः अपि संयोगनाशसमये विभागः अपि जायते अतः तत्र कथं विभागः संयोगनाशं प्रति कारणं भवेत् इति अपि तत्र संशयः वर्तते अतः तत्र अस्मिन् विषये अग्रिमपरिच्छेदनम् अत्र उच्यते नाम इति अस्ति, ततः पुनः आरभ्य पश्यामः। तर्हि तत्र हा गतवर्गे तत्र नरसिंहगिरि महोदय न पठितवान्, तर्हि महोदय भवान् एव आरम्भं करोतु। तर्हि अत्र उच्यते हा अत्र उच्यते अत्र उच्यते नाश नाश अपरपर्यायः ध्वंसत्वात् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् न भवति न दृश्यते वा महोदय? इदानीं दृश्यते वा महोदय? रागभावस्तावत् प्रतियोगी सामग्र्या नश्यति। दण्डचक्रादिक्रियासमवधाने कपाल द्वयसंयोगत्वोत्तिक्षणे हि घटसामग्री, तदग्रिमिक्षणे घटोत्पत्तिः, तस्मिन् क्षणे प्रागभावस्य नाशः, एवं क्रियानाशः तावत्पर्यन्तं महोदय नरसिंहमहोदय तत्र नाशः पर्यन्तं, नाशः इति यत् एव इदानीं पठितवान् तावत्पर्यन्तं किञ्चित् अत्र उच्यते। तस्य तत्र संयोगविभागमध्ये कः सम्बन्धः इति अत्र उच्यते। नाश अपरपर्यायः ध्वंसत्वात् कस्य कस्य ध्वंसः तावत् कस्य कस्य केन केन कारणान् उत्पद्यते इति तावत् आलोचयामः। नाश अपरपर्यायः ध्वंस इत्युक्ते नाश एव ध्वंसः इति, अपरपर्याय इत्युक्ते अन्यपर्याय समानार्थक ध्वंस यत् अस्ति कस्य कस्य केन केन कारणेन उत्पद्यते, ध्वंस अथवा नाश केन केन कस्य कस्य वस्तुना केन केन कारणेन उत्पद्यते इति अत्र आलोचयामः इति अस्ति। तावत् इति अस्ति, तावत् इति तत्र उक्तमस्ति, तावत् तत् केवलम् अलङ्कारः इति नाम ध्वंसः इति इति अर्थे, नाम ध्वंसः नाशस्य पर्यायपदः पदं ध्वंसः इति अस्ति एड्जेक्टिव् हा इति तत्र तावत् नाम तद् सः इति। रागवां विहाय सामान्यादीनां न भवति एव नाशः। अत्र प्रागभाव इति एकमस्ति, तत्र अभावे अत्यन्त अभावः, ध्वंसभावः, अनन्तरं महोदय न भवति अनन्तरं ध्वंसभावः भवतु, सामान्यादीनां न भवति एव नाशः, केवलं प्रागभावस्य नाशः भवति इति उक्तमस्ति। प्रागभावस्तावत् प्रतियोगिसामग्र्या नश्यति। महोदय तत्र गतवर्गे तत्र पूर्वस्मिन् वाक्यं नाम तत्र संशयः आसीत् प्राग् अभावं विहाय इति। इदानीं घटनिर्माणम् उदाहरणं स्वीकुर्मः चेत् तत्र जलं मृद् कुलालः एते सर्वे प्रतियोगिसामग्री क्षम्यतां, तत्र अन्या वार्ता अपि अत्र आसीत् प्रागभावं विहाय इति अस्ति खलु वाक्यं, पुनः एकवारं पठतु महोदय। प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः अर्थः कः इति, अत्र सामान्यादीनम् इत्युक्ते सामान्यवस्तु अथवा केवलम् अभावः तत्र संशयः आसीत्, अतः तत्र किञ्चित् मया दृष्टं नाम तत्र सप्तपदार्थाः सन्ति खलु, ओहो ओके ओके, द्रव्यं गुणकर्म सामान्यविशेष समवाय अभावः हा, अतः तत्र किम् उक्तमत्र सामान्य अभा समवायः अभावः इति तत्र विशेषः, तत्र सामान्यः नित्य तत्र न तस्य नाशः न भवति, विशेषस्य नाशः न भवति, अभा अपि तत्र समवायस्य अपि नाशः न भवति, किन्तु तत्र अभावेषु प्रागभावस्य नाशः भवति इति. तत्र सामान्यादीनां नाम सामान्यम् आरभ्य अनन्तरं यत् अस्ति तत् समवायेषु केवलं प्रागभावस्य नाशः भवति. इति एव तत्र गतवर्गे संशयः आसीत्, सम्यक्तया न उक्तं मया, अतः प्रागभावः तावत् प्रतियोगिसामग्री नश्यति. प्रागभावः यत् अस्ति तत् प्रतियोगिसामग्री नश्यति इति घट प्रागभावः इति चिन्तयामः चेत् तत्र सामग्री नाम सामग्री तत् घटनिर्माण कृते यः यः आवश्यकं तत् सः प्रतियोगिसामग्री उत्तमं नाम कारणसमूह मृद जलं प्रतियोगिसामग्र्या नश्यति. यदा प्रतियोगिसामग्री सर्वम् अस्ति चेत् घटनिर्माणं कृते तत्र घटस्य प्रागभावः नश्यति एव. दण्डचक्रादि समवाधाने दण्डमस्ति चक्रमस्ति ते सर्वमस्ति चेत् कपालद्वयमस्ति चेत् तत्र संयोगोत्पत्तिक्षणे कपालद्वयस्य संयोगोत्पत्तिक्षणे हि घटसामग्री इति अस्ति इति भवति. तदग्रिमक्षणे घटोत्पत्तिः भवति. किमर्थं संयोगोत्पत्तिक्षणे एव तत्र घटसामग्री भवति, किमर्थं पूर्वं न भवति? तत्र कारणं निकषः तत्र एव तादृशमेव अस्ति. तत्र पूर्वक्षणे भवेत् भवेत् तत्र अपि समीचीनम् अस्ति. अपि तत्र घटनिर्माणे तत्र घटस्य समवायीकरणं किमस्ति? कपालद्वयम् असमवायीकरणमस्ति. असमवायीकरणमस्ति संयोगः. अतः तत्र कपालद्वयोः संयोगः अपि कारणमस्ति. यावत्पर्यन्तं तत्र घट कपालयोः परस्परसंयोगः न भवति अथवा यदा तद् भवति, अन्यत् सर्वमस्ति किन्तु संयोगः नास्ति चेत् घटस्य निर्माणं न भवति. केवलं तद् तत्र नास्ति, सर्वम् अन्यत् अस्ति. अतः तत्र यदा संयोग उत्पत्ति भवति अग्रिमे क्षणे एव तत्र उत्पत्ति भवति, तस्मिन् क्षणे सामग्री पूर्णतया अस्ति. अतः अग्रिमक्षणे घटोत्पत्ति भवति. तद् अग्रिमक्षणे घटोत्पत्ति भवति, तस्मिन् क्षणे नाशः भवति प्रागभावस्य. प्रागभावस्य नाशः तस्मिन् क्षणे एव भवति यस्मिन् क्षणे घटस्य उत्पत्तिः भवति. समानकालीनौ नाम घटोत्पत्तिः अपि प्रागभावस्य नाशः समानकाले भवति. अतः इदानीं तत्र नाशस्य उदाहरणमत्र प्रागभावः कथं नश्यति इति उदाहरणं. समीचीनं महोदय. अतः तत्र घटोत्पत्तिक्षणे एव तत्र प्रागभावस्य अपि नाशः भवति. अपि प्रागभावस्य कारणमस्ति किं? तत्र घटसामग्री एव कारणं. तद् यदा तत् पूर्णतया अस्ति प्रागभवस्य नाशः भवति इति अस्ति. अस्तु, समीचीनं, धन्यवादः महोदय. अस्तु, इदानीम् अग्रे तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा? तत्र एवम् इति आरभ्य उत्पत्ति अनन्तरं प्राग प्रभावस्य नाशः भवति वा? उत्पत्ति अनन्तरं न, समानकाले उत्पत्ति यदा भवति तदा एव प्रागभावः अपि नश्यति. नाम अभावः तत्र प्रागभावः प्रतियोगी यदा भवति तदा अभावः नश्यति खलु. अत्र प्रतियोगी प्रागभावः इति अस्ति, तस्य प्रतियोगी कः? घटः. अतः यदा घटः अस्ति तस्मिन् क्षणे तत्र प्रागभावः नश्यति. एवं क्रियानाशः तदारभ्य एव सत्यं सत्यं एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. अभिदादादिसंयोगवशात् खडादौ क्रिया ततः सम्प्रति साधयितुम् इष्टः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगोत्पत्तिः तदग्रिमक्षणे नश्यति क्रिया. एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. क्रिया इत्युक्ते तत्र एतावत्पर्यन्तं किं कृतम् अस्माभिः प्रागभवस्य नाशः कथं भवति इति उक्तं खलु. इदानीं तत्र आरम्भे तत्र किम् उक्तं नाशः इति अस्ति तत्र कस्य कस्य केन केन कारणेन उत्पद्यते इति आलोचयामः. नाम नाशः नाशस्य कारणं किं किम् अथवा ध्वंसस्य कारणं किं किं भवति इति आलोचयामः इति अस्ति खलु. अतः सः विषयः उद्घाटितः. तर्हि आरम्भे प्रागभावस्य नाशः तत् कथं भवति. इदानीम् अग्रे क्रियानाशः इदानीं तत्र प्रक्रिया आसीत् खलु. तत्र पञ्चक्षणप्रक्रिया स्मरति वा तत्र पञ्चक्षणप्रक्रिया तत्र एतदेव तत्र एतन्नास्ति कुत्र अस्ति तत् अस्माकं प्रक्रिया अत्र अत्र अत्र प्रथमं खडः नास्ति यस्मिन् आकाशदेशे खडः स्थितः ततः विभागः. तृतीयक्षणे तेन विभागेन आकाशदेशखडयोः संयोगस्य नाशः. चतुर्थे क्षणे अन्येन आकाशदेशेन सह संयोगः. पञ्चमक्षणः क्रियानाशः. अत्र महोदय अत्र यस्मिन् आकाशदेशे खडः स्थितः इत्युक्ते अत्र खडः अस्ति, खडस्य निर्माणपूर्वं तादृश नास्ति. इदानीं तत्र पूर्वं प्रागभवस्य उदाहरणं तत्र घटः इति स्वीकृतम्. इदानीं नूतनविषयः तत्र क्रियानाशः. घटः अस्ति एव, नाम घटः तत्र एकस्मिन् देशे अस्ति, तत्र विभागं कृत्वा अन्यस्य देशे अन्यस्मिन् देशे स्थापयामः. अपि तत्र यदा संयोगः प्राप्तः तदा वयं तस्य अनन्तरं किमपि न कुर्मः, अतः क्रिया स्थगिता भवति. नाम क्रिया किमपि अन्या क्रिया किमपि नास्ति तत्र. तत्र स्थापितं घटः स्थापितः तावदेव खलु. अनन्तरं क्रियानाशः भवति. अतः एव तत्र अत्र उक्तं नाम एवं क्रियानाशः उत्तरदेशसंयोगात् पूर्वदेशात् विभागं कृत्वा उत्तरदेशसंयोगं भवति यदा तस्मिन् क्षणे क्रियानाशः भवति. अग्रिमे क्षणे क्रियानाशः भवति. समीचीनम्. अभिदादादिसंयोगवशात् अभिघात इति स्मरति वा अभिघातः इति. अत्र वयं पठितवन्तः भगिनि किमपि नास्ति तत्र संयोगस्य एकविधः अस्ति नाम तत्र संयोगः शब्दं जनयति सः अभिघातः इति अभिघातः इत्युक्ते शब्दजनकसंयोगः अत्र पठतु एकवारं यः संयोगः यः संयोगः शब्दं जनयति यः संयोगः शब्दं जनयति सः अभिधातः संयोगं शब्दं जनयति सः अभिधातः यदा उपाध्यायः शिक्षयाय चपेटिका ददाति तदा हस्तकपोलसंयोगः उत्पद्यते सः शब्दं जनयति सः अभिधातः इत्युच्यते अभिघातः अभिघातः वा ओकारः महाप्राणः अभिघातः तावदेव अतः संयोगस्य एकप्रकारः तावदेव अतः अभिघातादिसंयोगवशात् इति तावदेव अभिघातादिसंयोगवशात् खडादौ क्रिया उत्पद्यते अनन्तरं क्रियायाः नाशः ततः सम्प्रति साधयितुम् इष्टः विभागः ततः इदानीं विभागः साधयितुम् इष्टः संयोगः विभागः नाम एतत् सर्वम् अस्यां प्रक्रियायां तत्र संयोगः समीचीनं क्रिया किम् इति वयं सर्वं जानीमः किन्तु विभागः अस्ति इति साधयितुम् इच्छामः खलु अतः मध्ये साधयितुम् इच्छः विभागः अपि अत्र अस्ति कदा साधयितुम् इच्छामः सम्प्रति साधयितुम् इच्छामः नाम इदानीं सः एव मूलविषयः विभागः अस्ति इति साधयितुम् इच्छामः इदानीं साधयितुम् इच्छामः अतः सम्प्रति साधयितुम् इष्टः पदार्थः यस्ति विभागः सः अपि प्रक्रियायाम् आगच्छति प्रक्रियायाम् अस्ति ततः पूर्वसंयोगनाशः ततः उत्तरदेशे संयोग उत्पत्ति प्रथमं संयोगनाशः भवति अनन्तरम् उत्तरदेशसंयोग उत्पत्तिः भवति तद् अग्रिमक्षणे नश्यति क्रिया ताद् अग्रिमक्षणे क्रिया नश्यति अत्र युगपत् नास्ति अग्रिमक्षणे समीचीनम् एकम् एकस्मिन् क्षणे एकं भवति अन्यस्मिन् क्षणे द्वितीयं भवति इति तत्र प्रक्रिया दर्शिता पञ्च तत्र पञ्च प्रागभावस्य नाशः युगपत् अत्र प्रागभावस्य नाशः अन्यत् उदाहरणम् एतत् अन्यत् उदाहरणम् एतत् क्रियायाः नाशः तत्र प्रागभावस्य नाशः कथम् इति पूर्वम् उक्तम् अतः मध्ये क्लेशः मास्तु एतत् भिन्नम् उदाहरणम् अत्र युगपत् भविष्यति इति उक्तं किन्तु अत्र अग्रिमक्षणे तत्र घटस्य उत्पत्तिः अपि प्रागभावः प्रागभवस्य नाशः प्रागभवस्य नाशः घटोत्पत्तिः एकस्मिन् क्षणे भवति सत्यं सत्यं तत् सत्यमस्ति किन्तु अत्र एकस्मिन् क्षणे एकमेकं भवति समीचीनं पूर्वदेशसंयोगः उत्तरदेशसंयोगः पूर्वदेशविभागः नाशः पूर्वदेशसंयोगनाशः उत्तरदेशसंयोग उत्पत्तिः तद् अग्रिमक्षणे तदग्रिमक्षणे क्रियायाः नाशः इति अस्ति अस्तु समीचीनम् अस्तु समीचीनं धन्यवादः भगिनि अतः तत्र प्रध्वंसः तत्र प्रागभवस्य नाशः कथं भवति इति दृष्टवन्तः क्रियायाः नाश कथम् इति प्रक्रिया अस्ति. इदानीम् अग्रे अन्यत् उदाहरणं. तर्हि तत्र नीता भगिनी नमस्कारः, उषा भगिनी नमस्कारः. नमस्कारः आचार्य. नमस्कारः. नमस्कारः. शोभा भगिनी अग्रे पठति वा? आं महोदय. इदानीं तत्र द्रव्यनाशः तर्हि केन जायते इति प्रश्नः. समवायीकारणनाशात् लघुडादिपातेन कपालनाशो सति अग्रिमक्षणे घटनाशः लोकसिद्ध एव. कपालद्वयसंयोगरूप असमवायीकारणनाशादपि भवति द्रव्यनाशः. गुणनाशः किं महोदय? द्रव्यनाशः. ओ, मम पुस्तके द्रव्यनाशः इति. तदेव समीचीनं, तदेव समीचीनमस्ति भगिनि. अतः एव मम भ्रमः आसीत्. सत्यमेव, यतोहि तत्र घटनाश इति एव वार्ता खलु. अस्तु, समीचीनं. कश्चित् परीक्षकः घटमादत्ते किञ्चित् शस्त्रम् आदाय मृदु किं मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति. न हि तेन कपालः नष्टः, तथापि घटो नश्यति. अतः तथा कपालनाशात् घटो नश्यति तथा यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशादपि तथा च द्रव्यनाशः समवायीकारणनाशात् असमवायीकारणनाशात् वा भवति इति आगतम्. तत्र द्रव्यनाशः केन जायते इति इदानीं प्रश्नः. समवायीकारणनाशात् इति उक्तं. तत्र समवायीकारणं किं भवति? तत्र समवायीकारणं यत् समवायसम्बन्धेन किं तत्र समवायकारणम् इत्युक्ते समवायकारणेन वर्तते इति तु अस्ति, किन्तु उदाहरणं स्वीकुर्मः. घटः घटः इति एव तत्र उदाहरणं. तत्र घटस्य समवायिकारणं किम् अस्ति? घटस्य समवायिकारणं कपालः. इदानीं तत्र घटस्य रूपम् अस्ति, रूपस्य समवायिकारणं किम् अस्ति? रूपस्य समवायिकारणं घटः एव भवति. घटः एव भवति. अतः तत्र यदि तत्र घटः नास्ति चेत् तत्र रूपं भवितुमर्हति? न भवति. घटं रूपं न भवति. अतः तत्र यदि तत्र कपालं विहाय घटः न भवति इति एव अत्र विषयः. अतः तत्र द्रव्यनाशः केन जायते? समवायिकारणनाशात् तत्र घटनाशः कपालनाशेन भवति इति रूपनाशः घटनाशेन भवति इति स्वीकुर्मः तत्र. अस्तु, लघुडादि इति किं महोदय? तत्र न जानामि. लघुडादिपातेन तत्र अहं चिन्तयामि तत्र हेमर्. अस्तु अस्तु. लघुडादिपातेन कपाल इत्युक्ते तत्र हेमर् स्वीकृत्य प्रहारं कुर्मः चेत् कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव. तत्तु जानीमः. यदि तत्र लघुडादिपातेन कपालनाशः भवति चेत् तत्र घटनाशः अग्रिमक्षणे भवति एव इति तु लोकसिद्धः. किमर्थम् अग्रिमे क्षणे इति अस्ति? अग्रिमे क्षणे इति यतोहि तत्र कार्यकारणभावः भवति. तत्र प्रथमं लुडादिप्रयोगः कारणं कपालनाश घटनाशः तत्पश्चात् न न लघु तत्र पाति लघुडादिपातेन कपालनाशः कारणं भवति. क्षमताम्. हा समीचीनं. कपालनाशः कारणं, तर्हि अग्रिमक्षणे कार्यं भवति कार्यकारण घटनाशः तत्र कार्यं भवति. हा उत्तमम् उत्तमं. हा घटनाशः कार्यमस्ति चेत् तत्र कपालनाशः कारणं भवति. अतः एव तत्र क्षणभेदः भवति. कपालद्वयसंयोगरूप असमवायीकारणनाशादपि भवति द्रव्यनाशः. कपालद्वयसंयोगरूप असमवायीकारणं. कपालद्वयसंयोगरूप असमवायीकारणम् इदानीम् असमवायीकारणम् इत्युक्ते संयोगः इति जानीमः. अपि च तत्र यथा तत्र असमवायीकारणं कदा भवति तत्र एकक्रमणे तत्र आशयः एकमेव अस्ति यस्य कारणस्य अपि च कार्यस्य खलु. असमवायीकारणं तत्र घटः कपालः द्वयोः आशयः कपालः भवति अपि च असमवायीकारणं कपालद्वयसंयोगः भवति. तर्हि नाम यः तत्र समवायिकारणे स्थित्वा घटकपाल घटं समवायसम्बन्धेन जनयति तत्र कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति. कार्येण सह कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् इत्युक्ते कार्यं कारणम् एकस्मिन् अर्थे आश्रये भवतः चेत् तर्हि तत्र संयोग किन्तु तत्र तदा न न भगिनि तत्र कार्येण सह नाम घटः अपि तस्मिन्नेव घटः अपि तत्र कपाले अस्ति. कपालसंयोगः अपि कपाले एव अस्ति. कपाले अस्ति. आमाम् आमां. कपालसंयोगः क्षम्यतां कपाले अस्ति. घटः अपि कपाले अस्ति. अपि च द्वित्रापि समवायसम्बन्धः एव. अतः कार्येण इत्युक्ते घटः कार्येण एकस्मिन् अर्थे इत्युक्ते कपाले कपाले समवेतं सत् कारणं समवेतं सत् कारणम् इत्युक्ते तत्र कपालद्वयसंयोगः असमवायिकारणम् असमवायिकारणम् इति उच्यते. अस्तु इदानीं तत्र किं दत्तं कपालद्वयसंयोगरूप असमवायिकारणं तदेव इदानीं यत् चर्चितं खलु महोदय तत्र समवायिकारणनाशादपि भवति द्रव्यनाशः. हा तत्र इदानीं संयोगनाशः भवति चेत् द्रव्यनाशः कथं भवति अस्तु. कश्चित् परीक्षकः घटम् आदत्ते. अस्तु कोऽपि इदानीं तत् तस्य परीक्षां कर्तुम् इच्छति घटम् आदत्ते घटं ददाति न घटं स्वीकरोति. हा स्वीकरोति. अपि च किञ्चित् शस्त्रम् आदाय मृदादिलेपेन कुलालेन सह यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति. अस्तु इदानीं कोऽपि शस्त्रं यथा तत्र लघुडादि इति दृष्टवन्तः लघुडं प्रायशः तत्र तम् आदाय लघुडम् इति लघुडं मास्तु यतोहि लघुडादि इति कपालनाशः एव भवति. इदानीं तद् न इष्टम् अन्यत् शस्त्रं वा. अस्तु किञ्चित् शस्त्रं किञ्चित् शस्त्रम् आदाय इदानीं तत्र कपालद्वयसंयोगः यत् अस्ति तस्य नाशं करोति. अस्तु अस्तु तत्र अपि तत्र संयोगः कथम् उत्पादितः तत्र संयोगः तत्र पूर्वमासीत् तत्र कुला मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः. मृदादिलेपेन इत्युक्ते तत्र कपालद्वयं स्वीकृत्य तयोः मध्ये तत्र मृत् स्थापयामः चेत् एव तत्र संयोगः तिष्ठति. अतः तत्र तादृशः संयोगः इदानीं तस्य नाशं करोति कोऽपि तत्र किञ्चित् शस्त्रम् आदाय इति अस्ति तावत् न हि तेन कपालः नष्टः. अस्तु तर्हि तत्र केवलं कपालद्वयसंयोगः नष्टः न तु कपालः. अपि च एषः कपालद्वयसंयोगः तत्र असमवायिकारणम् आसीत् पूर्वस्मिन् वाक्ये इत्युक्ते असमवायिकारणस्य नाशः इदानीं. तथापि घटः नश्यति कपालः नष्टः तथापि घटः नश्यति. न कपालः न नष्टः. क्षमतां न हि तेन कपालः नष्टः. अस्तु अस्तु संयोगः नष्टः न तु कपालः नष्टः तथापि घटो नश्यति. अतः यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशादपि. अस्तु यदि घटे एकं कपालं नाशयामः चेत् तत्र घटः नश्यति. इत्युक्ते तत्र संयोगस्य नाशं कृत्वा तत्र तथा घटस्य नाशः अपि भवति. कपालयोः संयोगस्य नाशः अतः घटनाशं प्रति तत्र कारणद्वयम् अस्ति खलु. तर्हि कारणद्वयम् अस्तु इत्युक्ते कपालसंयोगनाशः अपि च कपालनाशः कपालनाशः पूर्वम् अस्तु. अतः यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशादपि. अस्तु कपालनाशात् घटो नश्यति तथा एव कपालद्वयसंयोगनाशादपि घटं नश्यति. तथा च द्रव्यनाशः समवायिकारणनाशात् असमवायिकारणनाशाद्वा भवति इति आगतम्. अस्तु तत्र घट द्रव्यनाशः समवायिकारणनाशात् इत्युक्ते कपालनाशः अपि तेन अपि च असमवायिकारणनाशात् इत्युक्ते तत्र कपालद्वयसंयोगनाशात् अपि भवति इति आगतम्. असमवायिकारणम् इत्युक्ते कपालद्वयसंयोगस्य नाशः तेन अपि द्रव्यनाशः भवति इति कारणद्वयम् आगतम्. अतः तत्र द्रव्यनाशं केन जायते इत्युक्ते समवायिकारणनाशेन जायते अथवायिकारणनाशेन जायते इति आगतम्. अतः तत्र एतावत् तत्र प्रागभावस्य नाशः कथं जायते, क्रियायाः नाशः तत्र प्रक्रिया का इति दृष्टवन्तः. इदानीं द्रव्यनाशः कथं भवति इति दृष्टवन्तः. इदानीं तत्र एकमेकं नाशः नाशस्य कारणं तस्य तत्र परिशीलनम् इदानीम् अस्ति. अस्तु सम्यक् समीचीनं. धन्यवादः भगिनि. अत्र कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये, तत्र द्रव्यनाशः कथं भवति इति? अस्तु तर्हि अग्रे सरामः. महोदय कपालद्वयनाशसंयोगः कपालद्वयसंयोगनाशकः हौ केन् यु ब्रिङ्ग् देट् अबौट् कपालद्वयसंयोगलेप मृदादिलेपेन कुलालेन किञ्चित् शस्त्रम् आदाय मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति. प्रश्नः कः भगिनि अत्र वदतु. ऐ कुडेण्ट् इमेजिन् महोदय. नाम भगिनि केवलं किम् उक्तम् इत्युक्ते तत्र तत्र घटः एतादृशः अस्ति खलु. किन्तु तत्र कपालद्वयम् इत्युक्ते तत्र अर्धभागः खलु तत्र. नाम अर्धभागः स्वीकृत्य तत्र खलु तत्र घटस्य निर्माणं भवति. कोऽपि आगत्य शस्त्रं स्वीकृत्य तत्रैव कट् इति इत्यादयः करोति. तदा तत्र भागद्वयं भवति. भागद्वयं नाम कपालः द्वयम् इदानीमपि अस्ति किन्तु घटः नास्ति. अस्ति अस्ति केवलम्. अतः एव तत्र पूर्वस्मिन् आरम्भे लघुडादि तत्र हामर् इति स्वीकृत्य तत्र किं शक्तिः आसीत् अतः तत्र कपालः एव नष्टः. इदानीं तत्र लघुरूपेण तत्र शस्त्रं किमपि शस्त्रम् आदाय केवलं यत्र संयोगः आसीत् तस्मिन् स्थले एव तत्र नाशं करोति. तत्र केवलं संयोगस्य नाशः. अस्तु महोदय. अस्तु महोदय. धन्यवादः. आम् महोदय. अस्तु तर्हि अग्रे. तर्हि तत्र नीता भगिनी अग्रे पठति वा. गुणनाशं सम्प्रति चिन्तयामः. गुणसमवायिकारणनाशात् भवति गुणनाशः. यथा घटे नष्टे तद्रूपं नश्यति. निमित्तकारणनाशात् अपि भवति गुणनाशः. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या पृष्ठक्रमाङ्क 89. आश्रयगतम् एकत्वं च असमवायिकारणं भवति. एवम् अपेक्षा बुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च एतत् तत्त्वं परिशिष्टे द्रष्टव्यं. तथा च अत्र निमित्तकारणनाशात् गुणनाशः. गुणनाशं सम्प्रति चिन्तयामः. अधुना द्रव्यनाश अनन्तरं गुणनाशस्य अत्र विषयः तत्र चिन्तनं भवेत् इति. गुणसमवायिकारणनाशात् भवति गुणनाशः. यथा घटे नष्टे तद्रूपं नश्यति इत्युक्ते तत्र अहं मन्ये घटं तत्र घटं विहाय तत्र रूपं नास्ति इति. अतः तथा यदा घटः नश्यति तदा एव तस्य रूपमपि नश्यति. समीचीनं. घटे नश्यति इति तत्र कीदृशरूपं सति सप्तमी घटे नश्यति. समीचीनं. तावदेव. यदा घटः नष्टः तदा तद्रूपमपि रूपमपि नश्यति. नश्यति. गुणसमवायिकारणनाशात् भवति गुणनाशः. गुणसमवायिकारणं यदा नश्यति तदा गुणनाशः अपि भवति. अत्र गुणसमवायिकारणम् इति तस्य अन्य नाम किम् अस्ति? गुणस्य समवायिकारणं तस्य आश्रयः खलु. गुणस्य आश्रय एव समवायिकारणं. यस्मिन् गुणे गुणः अस्ति गुणः सर्वदा द्रव्ये एव भवति. अतः यस्मिन् द्रव्ये अस्ति तद्द्रव्यमेव समवायिकारणं. गुणगुणिनः इति तत् समीचीनं. समीचीनं. तदा भवति गुणनाश. अधुना निमित्तकारणनाशात् अपि भवति गुणनाशः. तत्र निमित्तस्य यदा नाशः भवति तदापि गुणनाशः भवति. तत्र अत्र घटस्य विषये घटनाशः तत्र कपालनाशात् भवति अथवा तत्र कपालद्वयसंयोगनाशात् भवति इति उक्तं. तत्र किमर्थं निमित्तकारणनाशात् तत्र द्रव्यनाशः भवति इति न उक्तम्? तत्र निमित्तकारणनाशात् गुणनाशः भवति इति उक्तमस्ति. अत्र उक्तं न अत्र उक्तं समीचीनं. किन्तु द्रव्यविषये किमर्थं तत्र निमित्तकारणनाशात् द्रव्यनाशः भवति इति किमर्थं न उक्तम् इति प्रश्नः. न उक्तं तथा इत्युक्ते तत्र यदा निमित्तस्य नाशः भवति तदा द्रव्यं तु तथैव तिष्ठति खलु. तत्र उदाहरणम् तत्र निमित्तकारणम् इत्युक्ते यत् समवायिकारणं नास्ति असमवायिकारणं नास्ति किन्तु कारणमस्ति तदस्ति निमित्तकारणं खलु. उदाहरणं किं स्वीकुर्मः? यदा किञ्चित् प्रयत्नं करोमि, यदा तत्र कारणं यत् कारणं तत् असमवायि अपि नास्ति, इत्युक्ते संयोग कपालद्वयसंयोग इति अपि कारणं नास्ति, समवायिकारणम् इत्युक्ते कपालद्वयम् इति अपि कारणं नास्ति. अतः कारणं तु अस्ति, तर्हि घटनिर्माणे किं किम् आवश्यकं? घटस्य निर्माणे किं किम् आवश्यकं? घटनिर्माणे सामग्री यदा सामग्री अस्ति खलु, तर्हि तदा तत्र अस्ति किं किं सामग्री तु तथैव तिष्ठति, दण्डं वा चक्रं वा जलं. इदानीं दण्डः तत्र दण्डचक्रादि इत्यादि स्वीकृत्य दण्डं घटं प्रति कारणमस्ति खलु. दण्डं नास्ति चेत् घटः घटस्य उत्पादनं न भवति खलु, न भवति. इदानीं तत्र अतः दण्डः कीदृशं कारणं भवति घटं प्रति? तत् निमित्तमस्ति, निमित्तकारणमस्ति, निमित्तकारणमस्ति. समीचीनं. इदानीं घटः उत्पादितः, घटः इदानीम् अस्ति, इदानीं दण्डः नष्टः, किं घटः अपि नष्टः वा? न न, तत्र यदा नश्यति वा चक्रं नश्यति तदापि तत् घटः तु अस्ति एव, घटः अस्ति एव, अतः अत्र द्रव्यविषये निमित्तकारणनाशेन द्रव्यनाशः न भवति, न भवति इति न भवति द्रव्यनाशविषये. किन्तु अत्र भवति इति उक्तम्. अतः तत्र कोऽपि विशेषः वर्तते, निमित्तकारणनाशात् भवति गुणनाशः इति उक्तम्, अतः तत्र किञ्चित् वैशिष्ट्यं खलु. इत्युक्ते एतावत्पर्यन्तं निमित्तकारणनाशात् द्रव्यनाशः न भवति, परन्तु निमित्तकारणनाशात् गुणनाशः तु भवति एव. तत्र तदपि कारणं भवति, नाम सर्वदा भवति इति नास्ति, तत्र गुणनाश निमित्तकारणनाशादपि गुणनाशः भवितुम् अर्हति. अस्तु, भवितुम् अर्हति इति. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या तत्र अत्र उद्घटा तत्र 89 इति पश्यामि वा? पश्यामः. नाम तत्र एकवारं पठतु, तदनन्तरं किम् अस्ति इति पश्यामः. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं तत्र दर्शितरीत्या पेज् 89, आश्रयगतम् एकत्वं च असमवायिकारणं भवति. नाम तत्र तत्र एकत्वम् इति सङ्ख्या अस्ति खलु, अपि द्वित्वम् इति अपि सङ्ख्या भवति खलु. तर्हि तत्र यदि घटद्वयं भवति चेत् तत्र किं भवति? घटद्वयम् अस्ति चेत् द्वित्वं दर्शयति एवं वा? द्वित्वं दर्शयति इति अस्ति. अतः तत्र प्रत्येकस्मिन् घटे किं भवति? एकः एव घटः अस्ति चेत् तत्र एकत्वम् अस्ति, अत्रापि एकत्वम् अस्ति, अपि एकत्वम् इति सङ्ख्या अस्ति, सङ्ख्या गुणः खलु. अत्र गुणस्य गुणस्य समवायिकारणम् आश्रयः अत्र नाम घटः एव अत्र. अतः इदानीं द्वित्वम् इति सङ्ख्या सङ्ख्यां प्रति समवायिकारणं किम् अस्ति? द्वित्वमिति सङ्ख्यां प्रति घटद्वयम् इति तस्य समवायिकारणं. आश्रयः एव समवायिकारणं, द्रव्यमेव समवायिकारणम् इति अस्ति. अग्रे दर्शितरीत्या द्वित्वं सङ्ख्या प्रति द्रव्यं समवायिकारणं तस्य आश्रय इति घटरूपेण. आश्रयगतम् एकत्वं च असमवायिकारणं भवति इति. असमवायिकारणम् इति किम् अस्ति? यथा तत्र शोभभगिनी उक्तं पूर्वं, असमवायिकारणम् इति संयोगः इति तत्र संयोगः इति आसीत् नाम घटस्य असमयकारणं कपालद्वयोः संयोगः आसीत् किन्तु असमयकारणस्य लक्षणं किम् अस्ति समवायिकारणे अस्ति समवायसम्बन्धेन भवति अपि तत्र जनयति कारणमपि अस्ति नाम कार्येण सह एकस्मिन् अर्थे समवेतं यत् तत्र तदस्ति असमवायिकारणं नाम अत्र द्वित्वम् इति कार्यं खलु द्वित्वम् इति कार्यं द्वित्वम् इति कार्यं प्रति द्वित्वम् इति कार्यं तस्य असमवायिकारणं किम् इति चिन्तनं प्रथमतया समवायिकारणं किम् इति वदामः तत्र द्वित्वस्य समवायिकारणं किम् अस्ति द्वित्वस्य समवायिकारणं घटद्वयं तत् घटद्वयं घटद्वयं इदानीम् असमवायिकारणं किम् अस्ति असमवायिकारणं तत्र गुणः वा क्रिया वा भवेत् अपि तत्र समवायिकारणे भवेत् अतः अस्मिन् समवायिकारणे किमपि अस्ति समवायसम्बन्धेन अस्ति अस्मिन् आश्रये अपि द्वित्वं प्रति कारणमस्ति अतः अत्र किम् अस्ति आश्रयगतम् एकत्वम् आश्रयगतम् एकत्वम् इत्युक्ते किम् आश्रयगतम् एकत्वं न जानामि आश्रयः नाम तत्र सङ्ख्यायाः आश्रयः यः अस्ति तस्मिन् गतं नाम अस्ति पूर्वमेव अस्ति एकत्वं नाम आरम्भे एकत्वम् आसीत् खलु घटे घटे एव खलु आश्रय अर्थात् घटे घटः आश्रय आश्रयगतम् इत्युक्ते आश्रये अस्ति पूर्वमेव अस्ति अस्तु गतम् इत्युक्ते पूर्वमेव अस्ति इति अर्थः वा इति अर्थः आश्रयगतम् इत्युक्ते आश्रयात् गतम् इति न आश्रयं प्राप्तम् इति नाम आश्रये अस्ति इति आश्रयगतम् इत्युक्ते आश्रये पूर्वमेव वर्तते किं वर्तते एकत्वं यत् वर्तते अत्र एकत्वम् अस्ति एकत्वम् अस्ति एकत्वं पुनः गुणः अस्ति सङ्ख्या अस्ति समवायसम्बन्धेन एकत्वम् अत्रापि वर्तते एकत्वम् अत्रापि समवायसम्बन्धेन वर्तते एकम् एकं तत्र एकत्वं द्वित्वं प्रति कारणमस्ति तद् असमवायिकारणमस्ति तत् असमवायिकारणम् अस्तु अस्तु अस्तु असमवायिकारणम् अस्ति आश्रयगतम् एकत्वं नाम घटे यत् पूर्वमेव अस्ति पूर्वम् एव अस्ति तत् अधुना असमवायिकारणं भवति इति तद् असमवायिकारणं भवति द्वित्वं प्रति असमवायिकारणं भवति तर्हि द्वित्वम् इति सङ्ख्यायाः समवायिकारणम् अस्ति घटद्वयं द्वित्वं सङ्ख्या प्रति असमवायिकारणम् अस्ति एकत्वं यत् प्रत्येकस्मिन् घटे वर्तते यत् वर्तते तत् पूर्वम् एव वर्तते आश्रयं न पूर्वं यतो हि कारणमस्ति अतः अधुना स्पष्टमस्ति पृष्ठक्रमाङ्क 89 प्रति गच्छामः वा इदानीं मास्तु एवम् अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति इति वैशेषिकाः किं वदन्ति इति अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणम् नाम द्वित्वं सङ्ख्या प्रति निमित्तकारणेषु एकं कारणमस्ति अपेक्षाबुद्धिः इति अपेक्षाबुद्धिः इति ज्ञानस्य एकप्रकारः ज्ञानः ज्ञानमिति अस्ति तस्य एकविधज्ञानमस्ति अपेक्षाबुद्धिः वयं दृष्टवन्तः खलु तत्र यदि वयं निरूप्यनिरूपकभावः अथवा तत्र प्रतियोगी इति वदामश्चेत् तत्र अपेक्षा वर्तते खलु अतः तत्र अपेक्षा बुद्धिः इति ज्ञानस्य एकः प्रकारः. तादृशज्ञानविशेषः द्वित्वं सङ्ख्या प्रति किं भवति? निमित्तकारणं भवति. निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. अस्तु. अपि तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च भवति इति ते वदन्ति वैशेषिकाः. वदन्ति तत्र अपेक्षाबुद्धिः निमित्तकारणम् अस्ति. अपि अपेक्षाबुद्धेः नाशः अपेक्षाबुद्धेः नाशेन द्वित्वादिसङ्ख्यानाशमपि भवति इति ते तेषां मतम्. अतः अग्रे एतत् तत्त्वं परिशिष्टे द्रष्टव्यम्. हा, परिशिष्टे नाम पुस्तकस्य अन्ते तत्र परिशिष्टम् इति अस्ति. परिशिष्टमिति अस्ति तत्र. तत्र द्रष्टव्यम् इति अस्ति. अतः इदानीं मास्तु तत्र केवलं तत्र तर्हि परिशिष्टम् इति भागः अस्ति. तत्र एतत् सर्वं साधितमस्ति अतः तत्र द्रष्टव्यमस्ति. अतः अत्र इदानीं तस्य विचारः मास्तु. केवलं तत्र जानातु निमित्तकारणनाशेनापि गुणनाशः भवति. तावदेव. वैशिष्ट्ये द्रष्टव्यं तथा च अत्र निमित्तकारणनाशात् गुणनाशः इति. अतः तत्र नाशात् गुणनाशः भवति इति. द्रव्यनाशे तादृशं नास्ति किन्तु गुणनाशे निमित्तकारणनाशात् अपि गुणनाशः भवति इति किञ्चित् विशेष वैशिष्ट्यम् अस्ति अत्र. अस्तु, समीचीनं. धन्यवादः भगिनि. धन्यवादः. समीचीनं. अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? अस्तु, नो चेत् अत्र उक्तं गुणसमवायिकारणनाशात् भवति गुणनाशः. पूर्वं गुणसमवायिकारणनाशात् भवति गुणनाशः, अर्थात् घटे नष्टे तद्रूपं रूपं नश्यति. अत्र तस्य समवायिकारणं घट एव खलु? सत्यं सत्यम्. अतः घटः नष्टः चेत् घटरूपमपि नष्टः खलु? घटरूपमपि नश्यति खलु? तावदेव तावदेव. नाम गुणनाशं प्रति समवायिकारणनाशः एकं कारणं खलु? अन्यत् इतोपि अस्ति वा कारणं गुणनाशं प्रति वा? निमित्तकारणनाशमपि गुणनाशं प्रति कारणं भवति इति अपि उक्तं. सत्यं. तर्हि अस्मिन् उदाहरणे निमित्तकारणमासीत् वाट् वास् द निमित्त निमित्तकारणनाशात् वाट् वास् द निमित्त दण्डनाश निमित्तम् अत्र निमित्तं द्वित्वं प्रति निमित्तम् आसीत् एकत्वम् इति असमवायिकारणं. सम्यक्. एकत्वम् इति असमवायिकारणं. समीचीनं. निमित्तकारणं किम् अस्ति? तद् निमित्तं वा? न, तद् निमित्तं नास्ति. तदस्ति असमवायिकारणं. निमित्तं किम् किम् उक्तं तत्र? अपेक्षाबुद्धिः निमित्तकारणम्. किम् इति एकवारमपि वदति वा महोदय? न, इदानीं मास्तु भगिनि. तत् नाम अपेक्षाबुद्धिः नाम अपेक्षा वर्तते इति. नाम तत्र यदि वयं शृण्मः अभावः, तत्र अपेक्षा वर्तते. तत्र कः प्रतियोगी? तत्र तादृशम् अपेक्षा आकाङ्क्षा तादृशं तादृशम् इति चिन्तयामः अपेक्षा इति अग्रे अग्रे एतस्य विवरणं भवति ज्ञानस्य यदा निरूपणं भवति तदा कुर्मः अपेक्षा इति किन्तु तत्र अपेक्षा बुद्धिः अपि तत्र सङ्ख्यां प्रति निमित्तकारणमस्ति तस्य नाशेन द्वित्वम् इति सङ्ख्या अपि नश्यति इति अतः तत्र निमित्तकारणनाशात् गुणनाशः भवति इति तस्य उदाहरणं तत्र तावदेव अस्तु अग्रे सरामः अग्रे सरामः तत्र तर्हि इदानीं उषा भगिनी अग्रे समानाधिकरणगुणेनापि भवति गुणनाशः यथा घटे तेजः संयोगेन श्यामादिरूपनाशः पृथिव्यां द्रवत्वनाशः अपि तेजः संयोगात् एव आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न सः स्मर्यते कुतः कालवशात् नष्टः संस्कारः वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं तत् कुतः रोगेण नष्टः संस्कारः समानाधिकरणगुणेनापि भवति गुणनाशः पूर्वं द्रव्यनाश गुणनाश अनन्तरं समानाधिकरणगुणेनापि भवति गुणनाशः भवति समानाधिकरणगुणेन अपि भवति इति इत्युक्ते किं समानाधिकरणं लैक् समवायीकारणम् अस्ति चेत् वयं जानीमः कपालः एव अधिकरणम् इति किन्तु अत्र अस्मिन् वाक्ये तत्र समानाधिकरणगुणेनापि भवति गुणनाशः इत्युक्ते किं समानाधिकरणगुणं यत्र अस्ति तत्र समानाधिकरणगुणेन अपि भवति गुणनाशः अर्थः कः तर्हि समानाधिकरणगुणेन अपि समानाधिकरणगुणः इत्युक्ते कः अर्थः समानाधिकरणगुणः रूपं अर्थः कः गुणः अस्ति गुणः आम् द्रव्ये अस्ति समानाधिकरणगुणः इत्युक्ते किं भवेत् समानाधिकरणम् इत्युक्ते किम् अस्ति समान अधिकरणम् इत्युक्ते तर्हि समानाधिकरणगुणः इत्युक्ते एकस्मिन् एव अन्यः गुणः किम् इति वयं तद् मास्तु उदाहरणं मास्तु किन्तु अर्थः कः समानाधिकरणगुणः किं गुणः अन्यमपि गुणः सेकेण्ड् गुणः अन्यः गुणः एकः गुणः द्रव्ये वर्तते तस्मिन् एव द्रव्ये अन्यः गुणः अपि अस्ति अतः सः गुणः अस्ति समानाधिकरणगुणः अतः गुणेन अपि भवति गुणनाशः हा उत्तमं प्रथमगुणस्य नाशः गुणस्य गुणनाशस्य कारणं अन्यः गुणः यः समानादिकरणगुणः अस्ति तत् कारणं भवति गुणनाशं प्रति. अतः एतेन गुणेन एतस्य गुणस्य नाशः भवति भवति. यथा यथा घटे तेजः संयोगेन श्यामादिरूपनाशः. ओके, यथा घटे तेजसंयोगः तेजसंयोगेन इति तेजसंयोगेन श्यामादिरूपनाशः. तेजसंयोगेन, सो तेजः अग्नि तेजसंयोगः, तेजः संयोगः न तेजसंयोगः, तेजसंयोगेन श्यामादिरूपनाशः. तर्हि तत्र किम् उक्तं? तत्र प्रथमगुणः यत् अस्ति तत् तत् किम् अस्ति? श्यामगुण श्यामादिरूपं रूपम् श्यामादिरूपम् इति प्रथम घटे अस्ति, घटे घटे अस्ति, तत् श्यामादिरूपस्य नाशः भवति तेजसंयोगेन. तेजसंयोगः इति द्वितीयगुणः, द्वितीयगुण उत्तमं. तेजसंयोगः अपि घटे अस्ति, रूपम् अपि घटे अस्ति, तेजसंयोगः इति समानादिकरणगुणः अस्ति. तेन गुणेन प्रथमं प्रथमगुणः नाम श्यामादिरूपं नश्यति नश्यति. अतः तत्र उदाहरणं स्थापितं खलु इदानीम्. आम् आम् महोदय. पृथिव्यां द्रवत्वनाशः अपि तेजः संयोगात् एव. अत्र तेजः इति तेजः संयोगः इति न, तेजसंयोगात् तेजसंयोगात् एव इति. तत्र द्रवत्वं किमिति किमिति न जानीमः, किन्तु अग्रे कृतं न कृतं खलु द्रवत्वम् इति. आम् कस् लेट संस्कार एव दत्तं. न न द्रवत्वं द्रवत्वम् इति तत्र न कृतं न कृतं. तत्र द्रवत्वम् अग्रे आगच्छति, तत्र स्नेहः, तदनन्तरं अग्रे अस्ति इति मन्ये. द्रवत्वं न कृतम् इति मन्ये. न कृतम् इति मन्ये भगिनि. आचार्य, द्रवत्व अर्थात् टु फ्लो इति अर्थे अस्ति खलु द्रवं. सत्यं सत्यं भगिनि, सत्यं अस्ति. तदपि तत्र नश्यति, नाम तत्र यदा तत्र वयं जानीमः खलु, नाम तत्र किमपि द्रवत्वनाशः भवति इति. सत्यं भगिनि, सत्यं सत्यं. तत्र तदेव अस्ति. अतः इदानीं वयं कुत्र स्मः, तत्र गुणानां तत्र आवली या आसीत् तत्र रूपरसगन्धस्पर्शसङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः. तदनन्तरम् अग्रे भवति परत्वम् अपरत्वं गुरुत्वं द्रवत्वं स्नेहः शब्दः बुद्धिः सुखदुःख इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्काराः. अतः तत्र द्रवत्वम् एतावत् न कृतं, लक्षणं न कृतम्. अस्तु, अतः तत्र द्रवत्वनाशः अपि तेजसंयोगात् भवति इति लौकिक. परत्व अपि वयं न कृतवन्तः, परत्व न कृतं, न कृतं. अस्तु, अतः द्रवत्वं किन्तु लौकिकरूपेण अवगच्छामः, तेजसंयोगात् नश्यति द्रवत्वम् इति. आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. आत्मगुणः संस्कारः आत्मगुणः आत्मगुणः इत्युक्ते आत्मगुणः इति संस्कारः. किन्तु आत्मगुणः इति किमर्थम् उक्तं? गुणः अस्ति संस्कारः, गुणः गुणः अस्ति संस्कारः. आत्मगुणः किमर्थम् उक्तं? यत् द्रव्ये अस्ति अस्माकं नाम समीचीनं नाम शरीरे आत्मनि एव वर्तते, अन्येषु द्रव्येषु न वर्तते संस्कारः वर्तते इति संस्कारः नाम जले नास्ति, पृथिव्यां नास्ति संस्कारः, केवलम् आत्मनि अस्ति. अतः आत्मगुणः अस्ति, आत्मगुणः अस्ति, आत्मनि एव, आत्मा एव तत्र आश्रयः भवितुम् अर्हति संस्कार संस्कारस्य. अतः आत्मगुणः संस्कारः, सः संस्कारः केन नश्यति? कालात्, रोगात्, चरमेण, स्मरणेन वा नश्यति. चरमेण स्मरणेन, अन्तिमस्मरणेन, अन्तिमस्मरण अग्रे तर्हि तत्र उदाहरणम् अग्रे दत्तं. चिरः यः पदार्थः, चिरं यः पदार्थः, यः पदार्थः न अस्माभिः स्मृतः, चिरं यः पदार्थः न अस्माभिः स्मृतः, तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न सः स्मर्यते. दीर्घकालं यः पदार्थः न अस्माभिः स्मृतः, तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न सः स्मर्यते. आम् महोदय. कुतः? कालवशात् नष्टः संस्कारः. कालवशात् नष्ट, ओ कालात् काल उदाहरणम्. आत्मगुणः संस्कारः कालात् नश्यः भवति इति तस्य उदाहरणं. कालः अपि संस्कारनाशात् नाशस्य कारणं भवति, कारणम् इति इत्यस्य उदाहरणं. चिरं यः पदार्थः न अस्माभिः स्मृतः, तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न सः स्मर्यते. कुतः? कालवशात् नष्टः संस्कारः. वार्धक्यादीना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं. वार्धक्यादीना वृद्धकाले वार्धक्यादीना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयम्. यत् विषयं तत् न अनुभूतं विषयम् इत्युक्ते तत्र सिद्धं नाम तत्र वयं सर्वे ओ वयं जानीमः इति वयं जानीमः इति नाम तत्र न स्मरति इति अनुभूतं विषयं न स्मरति इति अनुभूतं विषयम् विषयम् इति सिद्धान्तः इति पूर्वं वयं दृष्टवन्तः. तत् कुतः? रोगेण नष्टः संस्कारः. रोगनष्टः अथवा तत्वा अनुभूतं विषयमपि न स्मरति तदपि प्रायः सम्यक् एव भवति भगिनि. अतः तत्र द्वयमपि अनुभूतं तदपि न स्मरति. पूर्व अनुभवः इति तत्र अपूर्व अनुभवम् अर्यात्. अतः तत्र तदपि समीचीनम् अपलौकिकरूपेण सिद्धं नाम वयं सर्वे जानीमः तदपि जानीमः इति तदपि तदपि समीचीनं केवल किन्तु अतः अस्तु. इदानीं तत् कुतः? तत् कुतः? रोगेण नष्टः संस्कारः. आम् संस्कारः रोगेणापि नश्यति तर्हि रोगः अपि संस्कारनाशं प्रति कारणम् इति. अतः चरमेण स्मरणेन वा इदानीम् अग्रे अस्ति. समीचीनं भगिनि, एतावत् समीचीनम्. अतः तत्र गुणनाश समानाधिकरणगुणेन अपि भवति गुणनाश इति. तत्र घटे श्यामादिरूपनाशः तेजसंयोगेन भवति, पृथिव्यां द्रवत्वनाशोऽपि तेजसंयोगेन भवति इति उदाहरणद्वयम् आसीत्. इदानीं तृतीय उदाहरणं संस्कारः इति अस्ति. संस्कारनाशे तत्र कालः कारणं, रोगः कारणम्, इदानीं चरमेण स्मरणं चरणमस्मरणमपि कारणं भवति. तत् कथम् इति अग्रे अस्ति. इत्युक्ते समीचीनम्, एतावत् समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि अग्रे मृलालिनी भगिनि अग्रे. चरमस्मरणीयम् अपि नश्यति संस्कारः. स्मरणेनापि चरमस्मरणेनापि नश्यति संस्कारः. अजिज्ञासितोऽपि अर्थः इन्द्रियसन्निकर्षादीना अस्माभिः ज्ञातः इति मन्यताम्. तेन संस्कारः उत्पन्नः. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत्? न. प्रयोजन अभावात् स्मरणाय खलु संस्कारः. यदि न सः विषयः पुनः स्मृतः, कः लाभः? तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. अर्थात् वयं यदि वारं वारं तस्य स्मरणं न कुर्मः तर्हि स्मरणे न तिष्ठति इति खलु. सत्यं. चरमस्मरणेन अपि नश्यति संस्कारः. अर्थात् अन्तिमवारं यदा वयं स्मरणं कुर्मः तथा अग्रे न कदापि कुर्मः तर्हि तेन अपि संस्कारः नष्टः भवति इति वैचित्र्यमस्ति. किञ्चित् वैचित्र्यम् अस्ति किन्तु अग्रे गत्वा अन्तिमं यत् स्मरणम् आसीत् तत् कारणं भवति नाशस्य संस्कारः इति अस्ति इति उक्तं. तत् कथम् इति तत्र दर्शितम्. तर्हि अजिज्ञासितोऽपि अर्थः इन्द्रियसन्निकर्षादीना अस्माभिः ज्ञातः इति मन्यताम्. अत्र अस्य अर्थं किम्? इन्द्रियसन्निकर्षादिना तत्र ज्ञानं कथं भवति इति नाम यदि वयं किमपि पश्यामः तत्र घटः अस्ति इति तदा किम् अयं घटः इति ज्ञानं भवति खलु. घटः अस्ति हा तर्हि तत्र चक्षुषा पश्यामः ज्ञानं चक्षुषा हा इन्द्रियं तत्र इन्द्रियमस्ति तत्र चक्षुः चक्षुरेन्द्रियम् अपि तत्र संयोगः भवति नाम तत्र सन्निकर्षः इति तत्र ज्ञानं भवति. अजिज्ञासितोऽपि इन्द्रियसन्निकर्षेण किञ्चित् ज्ञानं लभ्यते इति तत्र अतः तत्र किमपि ज्ञानं लब्धम् इति चिन्तयतु. घटः घटस्य ज्ञानं लब्धम् इति चिन्तयतु. इदानीं तत्र अग्रे किं भवति? तेन संस्कारः उत्पन्नः. तेन संस्कारः उत्पन्नः आत्मनि. यतोहि ज्ञानमिति बुद्धिः इति अस्ति. ज्ञानमिति आत्मगुणः अस्ति नाम तत्र आत्मनि तिष्ठति ज्ञानम्. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किञ्चित् कारणवशात् अनन्तरं पुनः स्मरणं न कृतं तस्य ज्ञानस्य. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत्? न. यदि तथा सम्भवति तर्हि बहु अलाभाय भवति सर्वेषाम् अभ्यासस्य कृते. एकवारं विद्याधरी पठामः ज्ञानं भवति. न तथा न प्रयोजन अभावात्. प्रयोजनं नास्ति चेत् तत्र स्मरणं न भवति. तर्हि स्मरणाय खलु संस्कारः. संस्कारः किमर्थमस्ति? स्मरणं कर्तुमेव संस्कारः अस्ति. यदि न सः विषयः पुनः स्मृतः, कः लाभः? तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. अतः तत्र पुनः न स्मृतः, पुनः न स्मृतः सः विषयः. तर्हि तत्र संस्कारः आत्मनि एव तिष्ठति इति तेन तत्र कः लाभः खलु? तर्हि कः लाभः? आत्मनि सः संस्कारः तथैव तिष्ठति इति कल्पना, अस्माकं कल्पना अस्ति. आत्मनि अतः, परन्तु तस्य स्मरणं यदि न कुर्मः तर्हि तथा संस्कारः तथैव न तिष्ठति इति. हा अतः तत्र यथा पूर्वम् उक्तं, नाम संस्कारः अस्ति, ज्ञानम् अस्ति, ज्ञानेन संस्कारः जातः. वारम् अथवा द्विवारं तस्य पदार्थस्य स्मरणं कृतं, तदनन्तरं चिरं कालं तत्र एकवर्षम् एकं वर्षं यावत् इति चिन्तयामः, तत्र स्मरणं न कृतं, तत्र आवश्यकता नासीत्, प्रयोजनं नासीत्. तदा इदानीं तत्र यदि वयं तत्र पुनः स्मर्तुं प्रयत्नं कुर्मः न स्मर्यते, अतः संस्कारः नास्ति इति एव आगतं खलु. तर्हि अतः इदानीं संस्कारः नास्ति, तर्हि संस्कारः तर्हि तत्र केन तावत्पर्यन्तं, नाम तत्र एकं वर्षं यावत् स्मरणं न कृतम्, इदानीम् अद्य सोमवासरे तत्र भानुवासरे वा सोमवासरे वा वयं स्मरणं कर्तुं प्रयत्नं कुर्मः, तत् किम् इति किं तस् किं, किन्तु तत्र न स्मरामः, तर्हि किं संस्कारः इदानीमेव नष्टः वा अथवा पूर्वमेव नष्टः वा, किं चिन्तनम्? तत् अन्तिमचरमस्मरणेन. अतः अतः अतः एतावत् एकवर्षम् आसीत्, किन्तु ह्यः एव सः संस्कारः नष्टः इति नास्ति, संस्कारः मध्ये कदापि गतः इति एव. अतः अतः द्वितीयवारं नाम चरम स्मरणम् अभूत्. द्वितीयवारं नाम चर्म, चर्म तत्र उदाहरणे द्विवारम् इति उक्तम्, अतः द्वितीयवारम् अथवा यत् स्मरण स्मरणम् अभूत् तेन चरणेन स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. नाम द्वितीयवारम् अथवा चरमवारं चरमस्मरणं यदस्ति तस्य तेन स्मरणेन संस्कारः नष्टः इति चिन्तनम् उचितं, नाम संस्कारः नष्टः भवति खलु, नष्टः अभवत्, तत्र संस्कारः केन नष्टः इति नाम वार्धक्यं कारणं नास्ति, वार्धक्यं कारणं नास्ति. अपि कुत्रचित् किं भवति, एकं वर्षं यावत् इति नास्ति, तत्र दिनद्वयानन्तरम् एव तत्र न स्मरामः, तर्हि तत्र कालः अपि तत्र कारणमिति न वक्तुं शक्नुमः, संस्कारस्य नाशस्य कारणम्. अतः किन्तु कारणं किमपि भवेत् खलु, अतः संस्कारस्य नाशं प्रति कारणं किमस्ति, चर्मस्मरणं, यतोहि चर्मस्मरणस्य अनन्तरं संस्कारः नष्टः इति चिन्तयामः, यतोहि कारणम् अस्ति तदनन्तरमेव तत्र चर्मस्मरणं कारणमिति चिन्तयामश्चेत् स्मरणस्य अग्रिमे क्षणे एव संस्कारः नष्टः भवेत् खलु, यतोहि कारणं पूर्वस्मिन् क्षणे, कार्यस्य उत्पत्तिः पूर्वक्षणे भवेत् कारणं, तर्हि संस्कारः नष्टः चेत् तद् कदा भवति, चर्मस्मरणस्य अग्रिमक्षणे संस्कारस्य नाशः इति. एतादृशं चिन्तनम् उचितं भवति इति उक्तं तावदेव इति अस्ति. अतः तत्र एतेन वयं किं जानीमः, तत्र स्मरणं स्मरणम् इति स्मृतिः, तदपि स्मृतिः अति अस्ति, स्मरणं स्मरणमपि तत्र गुणः अस्ति, तदपि तत्र किमस्ति, संस्कारं प्रति संस्कारनाशं प्रति कारणमस्ति, स्मरणं कुत्र अस्ति? स्मरणमपि आत्मनि अस्ति. स्मरणं गुणः अस्ति, संस्कारः गुणः अस्ति. तर्हि स्मरणं किं भवति? तत्र समानाधिकरणगुणः. स्मरणमपि आत्मनि अस्ति, संस्कारः अपि आत्मनि अस्ति, किन्तु स्मरणेन तत्र संस्कारनाशः भवति. अतः एतस्य उदाहरणं चरमेन स्मरणेनापि नश्यति संस्कारः, समानाधिकरणगुणेनापि भवति गुणनाशः इति तस्य उदाहरणं भवति. एतावत् तदेव चिन्तितम्. अस्मिन् विषये कोऽपि प्रश्नः? प्रश्नः नास्ति आचार्य, परन्तु संस्कारनाश इति तथैव अहं वदामि, तत् संस्कारनाशः न भवेत् तदा बहु बहु बहुवारं स्मरणं भवेत् एवं. सत्यं सत्यं, हा, अन्तकाले च मामेव स्मरन् मुक्त्वा पले कलेवरं, तत् कदा भवति? वारं वारं वारं वारं वारं स्मरणं भविष्यति तदा एव. इत्युक्ते कर्तव्यमस्ति, वारं वारं पठनं करणीयं, वारं वारम् अभ्यासं करणीयम् एवं सर्वं. सत्यमस्ति भगिनि, तत्र स्मरणम् आवश्यकमस्ति, नित्यस्मरणम् आवश्यकमस्ति इति अस्ति. समीचीनं समीचीनमस्ति भगिनि. आचार्य, तत्र स्मरणम् इति गुणः अस्ति वा? गुणः अस्ति भगिनि, सत्यं. हा, स्मरणम् इति अस्ति वा? किं भगिनि? तत्र चतुर्विंशति गुणेषु? आमां भगिनि, बुद्धिः इति तत् तस्य तत् पश्यामः, तत्र तत्र आवल्यम् अस्ति, किन्तु तत्र संस्कारपि दत्तं वा? अत्र संस्कार संस्कारपि दत्तं दत्तं भगिनि, दत्तं भगिनि. तत्र अहं चिन्तयामि तत्र प्रयत्नधर्मसंस्काराः, हा, संस्काराः इति. तत्र स्मृतिः इति बुद्धेः एकः प्रकारः इति चिन्तयामि. अस्तु अस्तु, तर्हि समीचीनम् अस्ति एतावत्. अतः नाशस्य तत्र कारणानि कानि इति वयम् उदाहरणेषु दृष्टवन्तः. एतत् सर्वं किमर्थं? तत्र संयोगनाशः कथं भवेत्, अपि संयोगनाशः विभागः भवितुम् अर्हति वा इति अस्माकं मूलप्रश्नः. अतः नाशः केन केन भवति, कस्य कस्य कारणेन, तत् केन कारणेन भवति, एतत् सर्वम् अस्माभिः दृष्टम् इति अस्ति. अस्तु, समीचीनमस्ति. अग्रिमे सप्ताहे अग्रे गच्छामः. तर्हि धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः. धन्यवादः. धन्यवादः धन्यवादः महोदय, नमस्कारः.